नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। गतवर्गे वयं विभक्तिवल्लर्याः पठनं आरब्धवन्तः। तत्र विषयः अस्ति तृतीया विभक्तिः। तृतीया विभक्त्याः उपयोगं कदा करणीयमिति चेत्, प्रथमं करणस्य विषये यदा वक्तुम् इच्छामः तदा तृतीया विभक्तिः आवश्यकी। यथा रामः बाणेन रावणं हन्ति। अत्र हन्ति इत्युक्ते क्रियापदम् अस्ति, रामः तु कर्ता अस्ति, रावणं कर्मपदम्। रामः रावणं केन हन्ति? रामः रावणं बाणेन हन्ति। तत्र बाणः इति शब्दस्य तृतीया विभक्तिः तु बाणेन इति अस्ति। एवं द्वितीया परिस्थितिः, भावस्य सूचनां दातुम् इच्छामश्चेत् तृतीया विभक्तिः आवश्यकी। यथा पाचकः प्रीत्या पचति। पाकमिति तत्र योजितुं शक्यते। पाकः पाचं पचति प्रीत्या। पाचकः कर्तापदम्, पाकं कर्मपदं, पचति क्रियापदं। पाचकः पाकं पचति। केन पचति? प्रीत्या पचति। तृतीया स्थितिः, सः इति शब्दं यत्र उपयुज्यते तत्र तृतीया विभक्तिः आवश्यकी। यथा बालः मित्रेण सह गच्छति। बालः गच्छति, केन सह गच्छति? मित्रेण सह गच्छति। चतुर्थी परिस्थितिः, यत्र विना इति शब्दस्य प्रयोजनं कुर्मः तत्र तृतीया विभक्तिः आवश्यकी। यथा तेन विना तृणमपि न चलति। तेन विना तृणमपि न चलति। तत्र तृणं कर्तापदं, चलति क्रियापदम्। तेन तृतीया विभक्तिः, विना इति शब्दः अस्ति तदर्थम्। पञ्चमी स्थितिः, वाक्ये करणवाचकः शब्दः अस्ति चेत् अपि तृतीया विभक्तौ भवनीयः। यथा अभ्यासेन ज्ञानं वर्धते। अत्र अभ्यासः न करणपदम्, अत्र अभ्यासः करणवाचकशब्दः अस्ति, अभ्यासेन। षष्ठी स्थितिः, प्रयाणसाधनम् अपि तृतीया विभक्तौ भवनीयम्। यथा अहं द्विचक्रिकया शालां गच्छामि। अहं शालां गच्छामि, अहं द्विचक्रिकया शालां गच्छामि। अन्ये अपि परिस्थितयः सन्ति, ताः अग्रे कुर्मः। इदानीम् आदौ यथा प्रकारः ध्येयमन्त्रः, कविता भगिनी पठतु, अहमत्र स्थापयामि। भगिनी दृश्यते चेत् पठतु। आं भगिनि, आं भगिनि। ध्येयमन्त्रः, अन्यो धनं प्रेतगतस्य भुङ्क्ते, त्वयांसि चाग्निश्च शरीरधातु, द्वाभ्यामयं सह गच्छत्यमुत्र, पुण्येन पापेन च वैष्ट्यमानः। उत्तमम्। इदानीं वदतु, कस्य धनम् अन्यः भुङ्क्ते? कस्य धनम् अन्यः भुङ्क्ते? प्रेतगतस्य, द वन् हू इस् डेड्, प्रेतगतस्य। उत्तमम् उत्तमं, धन्यवादः भगिनी। विजयकुमार् महोदय? आं भगिनि, आं भगिनि, वदतु। कौ कौ शरीरधातून् भुञ्जेते, भुञ्जेते, क्षम्यतां, भुञ्जेते। कौ शरीरधातून् भुञ्जेते? वयांसि। आम्, अपि च चाग्निश्च। अग्निश्च, वयांसि च अग्निश्च, अथवा वयांसि अग्निः च, तथापि वक्तुं शक्नुमः। धन्यवादः, धन्यवादः, धन्यवादः। विशालाक्षी, विशालाक्षी भगिनी वदतु। वेष्ट्यमानः, वेष्ट्यमानः अथवा एवं वदनीयं, प्रेतगतः केन वेष्ट्यमानः अस्ति? प्रेतगतः, प्रेत्यगतः केन वेष्ट्यमानः अस्ति? केन वेष्ट्यमानः अस्ति? पुण्येन च पापेन? उत्तमम्। अत्र पुण्येन अपि पापेन तत्र विभक्तिः का? विभक्ति तृतीया, द्वयोः शब्दयो, तृतीया। उत्तमम्। तत्र तत्र श्लोके अन्यः शब्दः तृतीया विभक्तौ अस्ति, कः सः शब्दः? इन् द होल् थिङ्ग् आर् ओन्ली इन् दट् लैन्? पूर्ण पूर्ण पूर्णस्मिन् श्लोके, पूर्णस्मिन् श्लोके। नो, ऐ केतगतस्य इस् इट्? नैव नैव, तृतीया, तृतीया विभक्तौ पुण्येन पापेन तु स्तः एव। अन्यं अन्यत् पदमस्ति यत् तृतीया विभक्तौ अस्ति। अस्तु, धन्यवादः। विजयथङ्की महोदय आगतवान् इति उत्तमं भगिनी, धन्यवादः। विजयथङ्की महोदय आगतवान् किम्? आं भगिनि। हा महोदय वदतु, पुण्येन पापेन तु तृतीया विभक्तौ स्तः, अन्यः शब्दः कः यः तृतीया विभक्तौ अस्ति? द्वाभ्यां। उत्तमम् उत्तमं महोदय, धन्यवादः, धन्यवादः। इदानीं विभक्तिवल्लर्याः एकोनविंशतितमं पुटं प्रति गच्छामः। तत्र नवमबिन्दुतः आरब्धं करणीयम्, नवमबिन्दुतः, नैन्त् वन्। फस्ट् आफ् आल्, वाट् ऐ सेड् अर्लियर्, हेज् एव्रिबडि अण्डर्स्टुड्? अवगतं किं कविता भगिनी, अवगतं किम्? आं भगिनि, आदौ तृतीया विभक्तिविषये यद्यद् उक्तवती। विजयकुमार् महोदय, विजयकुमार् महोदय, आं भगिनि। विशालाक्षी भगिनी? नो, ऐ डिण्ट् अण्डर्स्टाण्ड् बिकास् ऐ केनाट् अण्डर्स्टाण्ड् दट् सेण्टेन्स् वर्स्. Okay, I will explain again. That it told rules, yeah. Rules in English, if you tell it, it's easier. Vijay Thanki Mahoday, avagatam kim? He didn't. Bhavan to. Haan, nasi. He was not there. I will explain. So, just as in English we have cases where we say, I write pen. I can't say that. I have to say, I write with a pen. Yeah. In English we use with, it becomes perhaps simpler, I don't know. But in Sanskritam, there are different occasions when we use Tritiya Vibhakti. Eka Nimisha Tatra. Okay, in Sanskritam, there are different occasions when we use Tritiya Vibhakti. First one is when you are talking about the actor or the person who is doing the action. Bhagini, mute madhye tishtatu kripaya. When you want to ask a question, you can unmute. Tari, when we are indicating an instrument, then it should be in Tritiya. Just as we say with pen, we will say lekhanya. Okay? Lekhanya, kshamatya. That way. So when we are indicating an instrument, it will be Tritiya Vibhakti of the instrument that we are using. Baanena, like that. There is a second situation when you are going to use Tritiya Vibhakti. When you are expressing an emotion with which an action is being done. When you are expressing an emotion with which an action is being done. For example, Mata Pritya Pakam Pachati. She cooks. She not only cooks, she cooks with love. So when you say with love, that Pritihi will take Tritiya Vibhakti. You don't add another word, but that word only gets transformed like all other Vibhakti in Sanskritam. Third, again the same thing. When we use Saha, Saha means along with. When you're going to go along with somebody, then that person with whom we are going, that word takes Tritiya Vibhakti. For example, Balaha Mitrena Saha Gachati. So Saha is, we want to say that he goes with. With whom? With that someone should be Tritiya Vibhakti. So he is going with his friend Mitram. Balaha Mitrena Saha. Wherever you see the Saha. Now for example, Dvabhyam Saha Pretyagatasya Kim Dhanaha Anye Bhunkte. We have said that Punyena Papena Saha Gachati. Saha Gachati. Dvabhyam Saha Punyena Papena. With both. With both. That is what Dvabhyam. That's the reason why Dvabhyam is in Tritiya. Then, not only instrument, but a word which expresses instrumentation or not that will be the wrong word, which expresses the instrument. For example, jnanam vardhate. Kena jnanam vardhate abhyasena. Now, abhyasaha is an abstract word. It is only indicative of something with which the knowledge will increase. So, abhyasena jnanam vardhate. Similarly, a vehicle. We use a vehicle to go somewhere. So all the vehicles which we use to go to a particular place will be in Tritiya Vibhakti. So I use a bicycle, I can say in English, but here when we are talking about the word itself, we will take it in Tritiya Vibhakti. Like Dvichakrikaya. Okay, Avagatam Idani. There are other situations also, but that we will do later. Vishalakshi Bhagini Idanim Avagatam Kim? Yes, now I've understood. Now I have to see whether I can apply it. I'll try my best. Okay. Astu. Vijay Thanki Mahodai Arambham Karotu. Navamataha Bindu. Vibhakti Vallari? Page number 19. Ekonavimshatihi. Ekonavimshatihi. We stopped at 8. So you start, continue from 9 now. Bhavasuchakanam shabdanam api tritiya bhavati. Right? From here? Parantu navama. Bindutaha, from the 9th one, because we have done up to 8. Okay. But it's a good thing that you read the title. Samyak eva kritavan. Astu pathatu mahodaya. Vibhakti वी हेव् डन् अप् टु नैन् मया विशेषतया किमपि वक्तव्यं नास्ति. अस्तु तर्हि दशमबिन्दुः करोतु. बिन्दुं करोतु. रमा रमेशयोः विवाहः वैभवेन प्रवृत्तः. उत्तमम् उत्तमं. तत्र प्रवृत्तः तु कृदन्तः अस्ति. वृत् इति धातुः उभयपदी अस्ति. अग्रे 11th. कष्टं यावत् वा भवतु भवान् एक्चुलि ऐ डोण्ट् नो द सहना तृतीया सो ऐ डिडन्ट् डू इट्. अस्तु अस्तु सहना. तत्र लिङ्गं किं शब्दस्य लिङ्गं? सहना माला रमा. ओके अकारान्तस्त्रीलिङ्ग. अकारान्तस्त्रीलिङ्गपदमस्ति. तर्हि तत्र तृतीया विभक्तिः का? माला इति शब्दस्य तृतीया विभक्तिः का? महोदय चिन्ता नास्ति. तत्र पश्यतु तत्र अस्ति गीतासोपानस्य अन्ते परिशिष्टं यः अंशः अस्ति तत्र अस्ति माला. अस्तु कोऽपि साहाय्यं करोतु. कोऽपि साहाय्यं करोतु किञ्चित्. कविता भगिनी विशालाक्षी भगिनी अथवा विजय कुमार महोदय. सहनया. उत्तमं सहनया. तर्हि माला मालया भवति. सहना सहनया भवति. महोदय विजय तङ्की महोदय. ओके कष्टं यावत् वा भवतु सहनया कार्य करोतु. हा अर्थं वदतु. कष्टं यावत् वा भवतु भवान् सहना कार्यक्रमे. वट् एवर् डिफिकल्टि यु फेस् जस्ट् गोयिङ्ग् गो आन् टु डु वट् एवर् यु आर् डूङ्ग् कार्य करोतु. हा सहनया. सहनया इत्युक्ते किं? वित् पेशन्स् वित् टालरेन्स्. ओके वित् पेशन्स्. अस्तु अत्र करोतु करोतु लोट्लकारे अस्ति. अपि च डुक्रिङ्ग् इति धातुः अस्ति उभयपदी. अग्रे एतां वार्ता श्रुत्वा सा तृप्ति. आल्सो ऐ डिड् नाट् फैण्ड् एनी तृतीय फोम्. हा तृप्तिः तृप्तिः तत्र लिङ्गं किं? स्त्रीलिङ्गम्. स्त्रीलिङ्गम् इति इदानीम् अपि च अन्ते केकः वर्णः अस्ति अन्ते कीदृशं पदमस्ति? इ. तर्हि इकारान्तस्त्रीलिङ्गपदस्य रूपं पश्यतु तत्र पुस्तके. अपि च वदतु लैक् मति. आम् सत्यम्. मत्या. बिकम्स् मत्या. हा तृप्त्या. तृप्त्या तृप्त्या निश्वसितवती. ओके इदानीम् अर्थं वदतु. एतां वार्तां श्रुत्वा सा तृप्त्या निश्वसितवती. आफ्टर् लिस्निङ्ग् द स्टोरि सी निश्वसति. वट् इस् मीन् बै इट्? Giving a sigh of relief. Actually, literally it means breathing out. But here, in this context, it means with a sigh of relief. That means she was relieved to hear this news. Nishwas. Triptya Nishwas. She must have heard some good news. So, Shrutva ki drisham padam mahure? Shrutva. Twa pratyai. Twa pratyai. Uttamam. अपि च निःश्वसितवती इति शब्दस्य धातुः तु श्वस् अस्ति, श्वस् परस्मैपदी अस्ति. अग्रिमं करोतु. 13th. अध्यापकस्य तर्जनं श्रुत्वा सा लज्जया शिरः अवनमय्य. वाट् इस् इट्? Is with the head hanging in shame. अध्यापकस्य तर्जनं श्रुत्वा सा लज्जया शिरः अवनमय्य स्थितवती. तत्र अवनमय्या भवनीया, बिकास् इट् इस् अ विशेषणम्, विशेषणम् अस्ति. तर्हि तत्र लिङ्गमपि स्त्रीलिङ्गे अस्ति, सा अस्ति किल, सा अवनमय्या स्थितवती. ओके, अस्तु, अग्रे. 14th. कः सः इति गोविन्दः कुतूहलेन रामं पृष्टवान्. उत्तमम्. अत्र पृष्टवान् कीदृशं पदम्? पास्ट् टेन्स्. सत्यं, परन्तु कीदृशं पदं पास्ट् टेन्स्? क्रियापदमस्ति किम्? यस्. नैव, नैव. इन् संस्कृतं यु हेव् क्रियापदम् ओन्लि दोस् विच् हेव् लकार. एव्रिथिङ्ग् एल्स् इस् नामपदम्. आल् दि अदर्स् आर् नामपदानि. पृष्टवान् तत्र तवतु प्रत्ययः अस्ति, तवतु प्रत्ययः. इट् इस् इण्डिकेटिव् आफ् एन् आक्षन् बट् इट् इस् नाट् अ वर्ब्. Okay. For example, in English, if I have to translate, yeah, if I have to translate it in English, so I can say, I do, okay? I can say, I do. But supposing I say, I was the person who did that. In English, you can't explain it because in English, it is a kriyapadam only, kshamyatam. So, over here, what happens is, if you have a lakaraha, it is a kriyapadam. In Prishtavan, is there a lakaraha? No, there is no tita and the other forms. Aprachat would have been the past tense of prachadhatu. Aprachat would have been there. But over here, aprachat. So here it is tavatu. Tavatu it is, okay? Like kritavan, okay. Like kritavan. So here also there is a ta, kritavan, uktavan. But because of the rule, it has become ta. So actually it is tavan, but because of sha over there, it has become ta, okay? That's how it is, kritavan, pathitavan, pathitavati, all ta, which ends with tava, tava, those are all kridanta. Astu, agri. 15th. Parajayam prapya saha nirasataya प्रतिगतवान्. उत्तमम्. तत्र अर्थं वदतु वाक्यस्य. आफ्टर् बीङ्ग् डिफिटेड् हि गोस् निरासतया. वेट् डिस्पोण्डेण्ट्लि. डिस्पोण्डेण्ट्लि. अत्र प्रतिगतवान् कीदृशं पदम्? तवतु प्रत्यये. उत्तमं, धन्यवादः महोदय. अत्र प्रतिगतवान् तु गम् धातुतः निर्मितं पदम्. अस्तु, धन्यवादः महोदय. अस्तु, विशालाक्षी भगिनी आरम्भं करोतु. सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति. यु वाण्ट् मी टु डु द नेक्स्ट् वन् ओन्लि न? हेलो, सत्यं, सत्यं, सत्यं. पिता पुत्रेण उदाहरणं, पिता पुत्रेण सः नगरं गच्छति. अभ्यासः वाक्यरचा पिता यु वाण्ट् मी टु टेल् सः इति शब्दः सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति वेर् एवर् सः इस् देर् देर् तृतीया विभक्ति इस् यूस्ड् उत्तमम् उदाहरण पिता पुत्रेण फादर् गोस् टु द नगरं वित् हिस् सन् पुत्रेण सः नगरं गच्छति सो पुत्रेण इस् इन् तृतीया विभक्ति उत्तमं उत्तमम् अत्र अत्र गच्छति कीदृशं पदं गच्छति गच्छति कीदृशपदं यु वाण्ट् मी टु टेल् वेदर् इट् इस् कीदृशं परस्मै पदे पद और् दिस् थिङ्ग् परस्मै परन्तु कीदृशं पदं या क्रियापदं करेक्ट् क्रियापदं पठतु अभ्यासः वाक्य रचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत वाक्यरचनार्थं हा भगिनी आदौ यथा उदाहरणं पठतु अवगम्य लक्ष्मणः कथमपि अवगम्यते लक्ष्मणः रामः वनं लक्ष्मणः रामेण सह वनं गतवान् इदानीं पुनरेकवारं पठतु वाक्यरचनार्थं सहायकानाम् अभ्यासः वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत वित् द हेल्प् आफ् द वर्ड्स् गिवेन् मेक् सेण्टेन्सेस् हौ मेनि वर्ड्स् आर् गिवेन् तत्र त्री आधारेण उत्तम वाट् इस् वाक्यरचनार्थं वदतु भवती एव वदतु वाक्यरचनार्थं सो वैल्ड् मे युवर् रविः फस्ट् वन् रविः मित्रं नगरं रविः मित्रेण सह नगरं गतवान् रविः मित्रेण सह नगरं गतवान् अत्र मुख्य अंशः कः अस्ति इत्युक्ते रविः प्रधानकर्ता रविः प्रधानकर्ता मित्रं तु अप्रधानं कर्ता अप्रधानकर्ता सो रविः इस् द मेन् पर्सन् हू इस् गोयिङ्ग् Even if Mitram doesn't come, he is going to go. But he is going with his Mitram. Friend. That is very important. Okay, now just change that, Bhagini. Idani Mitram iti padasya pradhanyam asti iti chintayatu. You think that Mitram is going with Ravi. Then how will you make the sentence? Sentence katham bhavati. मित्रः नास्ति मित्रम् अस्ति नपुंसकलिङ्गे बिकास् सन् एकनिमिष भवन्तः जानन्ति एव तत्र सन् एस् यु एन् सन् इस् आल्सो काल्ड् मित्रः नौ मित्रम् इस् आल्सो फ्रेण्ड् सो द फ्रेण्ड् इस् आल्वेस् इन् नपुंसकलिङ्गम् आल्वेस् mitram whether he is a boy whether he is a girl or whoever mitram but son s u n is mitraha pumlinge So if you want to say son, then you say mitrah. If you want to tell friend, you say mitrah. Agre, vadatu idani. Mitram Ravi कथं करणीयम् आदौ रविः रविः लिङ्गं किं रविः लिङ्गम् इकारान्त पुल्लिङ्गशब्दः इदानीं तत्र गीतासोपानस्य अन्ते परिशिष्टम् इति अंशः अस्ति तत्र इकारान्त पुल्लिङ्गशब्दस्य रूपं किम् इति पश्यतु इकारान्त पुल्लिङ्गशब्द रविः रवीणा ना वयः हरिणा बिकास् रेप यु विल् नाट् मेक् इट् रवीणा मित्रं रवीणा सह मित्रं रवीणा सह नगरं गतवान् गतवान् उत्तमं गतवान् कीदृशं पदं तवत् उत्तमं करोतु भगिनि भगिनि वन् क्वश्चन् प्लीज् वै काण्ट् इट् बि गच्छति गति गच्छति गच्छति गच्छति यु केन् से गच्छति यु केन् से बोत् बोत् यु केन् इट् विल् बि ईजि आल्सो इन् अ वे बिकास् यु मे नाट् हेव् टु रिमेम्बर् गतवती in case it is a female so gachati api samyak eva asti atra gatavan likhitam asti tadartham vishalakshi bhagini uktavati I told that yes chintan gopalah shivah sambhashanam gopalah शिवः शिवेन सह सम्भाषणं वट् टु टेल् फार् डिड् करोति अकरोत् कृतवान् इफ् यु वाण्ट् टु मेक् इट् कृतम् ओके करोति इस् ओके इदानीं गोपालः शिवः शिवः गोपालेन सह सम्भाषणं करोति शिवेन कृतवान् शिवेन गोपालेन शिवेन गोपाल न तु मूर्धन्य परन्तु दन्तन अग्रिमं करोतु गोविन्दः ओ भवति चर्चा गोविन्दः वन् सेकेण्ड् ओके ऐल् टेल् अहं वदामि तत्र नास्ति तत्र पुस्तके भवत् इति पुंलिङ्गरूपं तु दत्तमस्ति परन्तु स्त्रीलिङ्गं नास्ति इति मन्ये स्त्रीलिङ्गं नास्ति भवत्या भवति भवत्या सो गोविन्दः भवत्या सह चर्चा कृतवान् अत्र चर्चा इति शब्दस्य विभक्तिः तु प्रथमा अस्ति परन्तु कर्मपदं यदा भवति तदा चर्चां भवति गोविन्दः भवत्या सह चर्चां कृतवान् चर्चां इदानीं तत्र भवति इति शब्दः प्रधानकर्ता इति मन्यतु भवति गोविन्देन सह चर्चां कृतवती उत्तमम् अग्रिमं करोतु माता पुत्री बन्धुगृहं माता इकारान्त वन् सेकेण्ड् ईकारान्त गौरी पुत्र्या पुत्र्या माता पुत्र्या सह बन्धुगृहं गतवती अर्थं वदतु द मदर् वेण्ट् टु हर् रिलेटिव्स् हौस् वित् हर् डाटर् इदानीं पुत्री इति प्रधानशब्दः इति मन्यतु पुत्री पुत्री माताया सह माताया किमर्थं नैव नैव माता पिता तत्र ऋकारान्त स्त्रीलिङ्ग् लैक् ऋकारान्त मातृ मातृ ऋकारान्त स्त्रीलिङ्गमातृ ऋकारान्त मातृ एव ऋकारान्त स्त्रीलिङ्ग नैव अस्ति तत्र पश्यतु पेज् नम्बर् 198 हा हा ऋकारान्त मातृ ओके मात्रा इट् इस् मात्रा हा पुत्री मात्रा सह बन्धुगृहं यु केन् से गच्छति आल्सो न गच्छति उत्तमम् अग्रिमं करोतु सः भगिनी कलह सः सः भगिनी भगिन्या भगिन्या सह सः भगिन्या सह कलहं कलह और कलहम् उत्तरं सम्यक् दत्तवती कलहं कलहं करोति उत्तमम् इदानीं भगिनी इति प्रधानशब्दः इति मन्यतु हा भगिनी भगिनी नौ हौ टु टेल् इट् सः कीदृशं पदं सः हा विजयकुमार् महोदय साहाय्यं करोतु तत्र सः तौ ते ऐ थिङ्क् सः तौ ते सौ तः ते तत्र प्रथमा विभक्तिः तृतीया विभक्तिः कः तृतीया विभक्तिः का तेन तेन तेन सः भगिनी कलहं कलहं करोति करोति कलहं करोति न न भगिनी तेन और तेन तेन तेन सह तेन तेन सह कलहं करोति नौ देर् हौ तेन मीन्स् देर् तेन सह विथ् हिम् तेन विथ् हिम् ओके ओके ओके विथ् हिम् तेन just like we say tena vina trinam api na chalati that means without him who without him god yeah astu uttamam bhagini uttamam उत्तमं विजयकुमार महोदय अग्रिमं करोतु आं भगिनि राजाः राजा सैनिकाः युद्धार्थं षष्ठः कः भवान् आगतवान् सः भवता नैव हा भवता किं सम्यक् अस्ति तस्सह मा करोतु कः एव कः भवता कः भवता सः आगतवान् उत्तमम् इदानीं भवान् इति प्रधानशब्दः इति मन्ये भवान् भवान् प्रधान हा अस्तु उत्तमं भवान् कः भवान् एकनिमिष भगिनी मा वदतु कविता भगिनी मा वदतु सः जानाति करिष्यति सः करिष्यति तेन एव करणीयं इट् हेस् टु बि डन् भवान् कया अस्तु इदानीं कः लिङ्गः कः कः इति पदस्य लिङ्गः कः नो लिङ्ग किमर्थं कः कः का पुल्लिङ्ग किं पुल्लिङ्ग हा पुल्लिङ्ग पुल्लिङ्गे तृतीया विभक्तिः कः किम् अस्ति अथवा का अस्ति क्षम्यताम् कः इति शब्दस्य तृतीया विभक्तिः का केन पश्यतु केन केन इदानीं वदतु भवता केन भवान् ओके भवान् केन कः आगतवान् आगतवान् तत्र आगतवान् दत्तमस्ति अथवा गच्छति केन सह गच्छति तदपि सम्यक् एव उत्तमम् अर्थं वदतु वेर् डिड् from where did you come where did they from come from where is it over there no bhavan kena sah agatavan now what is the meaning of sah we have already spoken about it with whom did you come okay with whom did you come okay with whom did you come okay with whom did you come or if we make kaha as pradhan shabd who came with you भवता इति तृतीया विभक्तिः हु केम् वित् यू और् वित् हूम् डिड् यू कम् डिपेण्डिङ्ग् आन् विच् इस् द प्रधानशब्द अवगतम् नेक्स्ट् राजा सैनिकाः युद्धार्थं राजा सः सः अनन्तरमेव सः अनन्तरमेव वदनीयं सः अनन्तरमेव यु हेव् टु टेल् इट् आफ्टर् द तृतीया विभक्ति ओके राजा सैनिके सः युद्धार्थं गतवान् सैनिकाः तत्र तृतीया विभक्तिः का सैनिकाः तृतीया विभक्ति सैनिकाया नैव नैव अस्तु अस्तु अस्तु चिन्ता नास्ति स्त्रीलिङ्गि इति चिन्तामः चिन्तयामः क्षम्यताम् तर्हि स्त्रीलिङ्गि इति स्वीकृतवन्तः चेत् तर्हि तत्र सैनिका अस्ति सैनिकाः इति दत्तमस्ति तर्हि तत्र वचनं किम् एकवचनं वचनं किं नैवचनं इदानीं बहुवचने तृतीया विभक्तिः पश्यतु तत्र माला इति शब्दस्य तृतीया विभक्तिः का सैनिकामि सैनिका सैनिकाभिः सैनिकाभिः तर्हि राजा सैनिकाभिः युद्धार्थं गतवान् राजा वेंट विथ द सोल्जर्स फॉर द वॉर इदानीं सैनिकाः इति प्रधानशब्दः इति स्वीकरोतु सैनिकाः राजा राज्ञा अस्ति राज्ञा अस्ति अहं प्रेषयिष्यामि तत्र रूपं किञ्चित् भिन्नम् अस्ति किञ्चित् भिन्नम् अस्ति राज्ञा इति भवति राज्ञा अस्तु राज्ञा वित् राजा अस्तु चिन्ता नास्ति अग्रे गीता साङ्ख्याः प्रवासार्थं सख्यः प्रवासार्थं सखी इति प्रातिपदिकं तत्र सखी इति प्रातिपदिकं तर्हि क्या इट विल कम ना सखी भी वी कैन से सखी भी ही हां यस नॉट कैन से इट इज दैट ओनली तत एव भवनीयम सखी भी हां यद यद किमर्थम सखी भी ही भवनीयम तत्र विथ फ्रेंड्स सत्यं परंतु सखी भी ही सख्या इति वक्तुं शक्नुमः किम सख्या इति वक्तुं शक्नुमः किम इसे तृतीया विभक्ति इकारान्त परन्तु वचनं किं पदस्य एकवचनं बहुवचनं नद्यः लेखन्यः तथा सो इट हैज टू बी सखीभिः गीता सखीभिः प्रवासार्थं गतवती इदानीम् अर्थं वदतु with the friends Gita pravasatam is to chant no for a journey she went pravasa is journey no that way only pravasartham means for a journey in order to travel she went okay idani sakhyah iti pradhana shabdah iti svikaruto sakhyah गीताशब्द अकारान्त स्त्रीलिङ्गशब्दस्य जानाति भवान् माला इति शब्दस्य गीता विभक्तिः का तृतीया गीतया सख्यः गीतया सह सः प्रवासार्थं गतवत्यः तत्र बहुवचने ओके गतवत्यः अग्रिमं करोतु वैद्यः अस्वस्थाः सम्भाषणम् वैद्यः अस्वस्थैः सः सम्भाषणं कृतवान् और गच्छति सम्भाषणं करणीयमेव करोति अथवा करोत् वैद्यः अस्वस्थाः सः सम्भाष अस्वस्थैः सह सम्भाषणं करोति. इदानीम् अत्र अस्वस्थाः इति शब्दस्य लिङ्गः किम् इति कः इति स्वीकृतवान् भवान्? अस्वस्थैः तत्र लिङ्गं किम्? अस्वस्थैः स्त्रीलिङ्ग नैव नैव पुंलिङ्गे अस्ति. रामेण रामाभ्यां रामैः. ओके ओके ओके सो दिस् हेस् बीन् यूस्ड् एस् अस्वस्थाः हेस् बीन् यूस्ड् एस् पुंलिङ्गं वेन् यू से अस्वस्थैः और् अ मिक्स्चर् आफ् बोत् अस्वस्थाः इस् द अर्थं वदतु शब्दस्य वाक्यस्य अर्थं वदतु महोदय. वैद्यः अस्वस्थैः सह सम्भाषणं कृतवान्. Doctor talked with the patient. Yes, patients and all patient. Male patients or a mixture of male and female patients. Okay. However, okay. supposing you take that aswasthaha as only female patients, then what will the form be? Vakyam karutu tatra rachayatu. वैद्यः ओन्लि वित् फीमेल् न सो अस्वस्था इस् द प्रातिपदिकम्. अस्वस्था इति प्रातिपदिकम् अस्ति. तर्हि किं भवति सः जानाति वदतु वदतु चिन्ता नास्ति. अस्वस्थाभिः उत्तमम्. इदानीं वदतु वाक्यं वदतु. वैद्यः अस्वस्थाभिः सह सम्भाषणं कृतवान् वैद्यः तु पुंलिङ्गे कृतवान्. कृतवान् उत्तमम्. इदानीम् अस्वस्थाः इति प्रधानशब्दः इति चिन्तयतु. अस्वस्थाः वैद्याः न वैद्याः अस्वस्थाः वैद्येन ओके अस्वस्थाः वैद्येन सह सम्भाषणं गतवान् कृतवान् नैव अस्वस्थाः बहुवचने अस्ति. तर्हि कृतवन्तः कृतवन्तः अथवा कृतवत्यः अथवा कृतवत्यः स्त्रीलिङ्गे अस्ति चेत् उत्तमं महोदय. अग्रिमं करोतु. काः भवत्य आगच्छन्ति? अहं वदामि यतोहि तत्र रूपं न दत्तमस्ति. तत्र भवत्यः तु भवत् इति शब्दस्य स्त्रीलिङ्गं रूपं बहुवचने अस्ति भवत्यः. तर्हि भवती भवत्यौ भवत्यः अपि च भवतीभिः इति रूपम् आगच्छति तृतीया विभक्तौ. तु काः भवतीभिः सह आगच्छन्ति. इदानीं परन्तु अहं तत्र किञ्चित् परिवर्तनं करिष्यामि. भवत्यः इति तु भवत्यः तु स्त्रीलिङ्गम् अस्ति, परन्तु भवन्तः तत्र स्थापयामश्चेत् काः भवन्तः तत्र पुंलिङ्गे अस्ति. इदानीं करोतु. काः तत्र रूपं दत्तमस्ति. काः एक अधिकं द्विशतं तमे पुटे 201 ओन् दट् सो काः भवन्तः आगच्छन्ति इति वाक्यम् अहं ददामि अभ्यासः. इदानीं वदतु. काः भवन्तम् आगच्छति भवन्तः काः काः भवता हा भवता तु एकवचने अस्ति भवद्भिः हा भवद्भिः उत्तमं भवद्भिः सः सम्यक् सम्यक् अस्ति सः आगच्छति आगच्छन्ति काः भवद्भिः सह आगच्छन्ति इदानीं वदतु अर्थं वदतु वाक्यस्य कः कः फ्रम् वेर् कुतः नास्ति काः उत्तमं who came with you all who came with you all where you who all came with you? Okay. In, with you all in, Pumlinga. Who came with you all okay okay and kaha is lingam kim kaha iti shabdasya pullinga stri aha nahi va stri linga asti stri linga okay saha okay, okay. saha taute kaha kauke here ओके ओके ओके ओके हा का के काः अस्तु पुल्लिङ्गे किं महोदय अवगतं हा अवगतं किल इदानीम् अवगतं किल आं भगिनि धन्यवादः धन्यवादः सविता भगिनी आं भगिनि पठतु विना विना इत्यस्य शब्दस्य योगे तृतीया विभक्ति भवति उदाहरण धनेन विना कोऽपि न जीवति विना इति शब्दः अलाङ्ग् वित् विना इति शब्दः तृतीया विभक्ति इस् यूस्ड् फार् उत्तम wherever vina is there tritiya has to be used and now suchanam patatu suchanam vina ha vina shabdasya yoge dvitiya vibhakti panchami bhavati api bhavati vina can also be bagini visargasya tyagam ma karotu visargasya uchcharanam karotu vibhakti hi shanai kurma tatra शीघ्रता नास्ति विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमी विभक्तिः चापि भवति विना शब्द केन् आल्सो बि यूस्ड् फार् द्वितीया एण्ड् पञ्चमी विभक्ति अग्रिमं करोमि अभ्यासः कैः विना कः किं कर्तुं न शक्नोति किं न करोति किं करोति इति वदत् हलन्तमस्ति चेत् वदत् परन्तु अत्र हलन्तं नास्ति वदत् लोट्लकारे अस्ति कैः विना कहं किं न कर्तुं न शक्नोति without which what we cannot do kim na karoti what cannot be done kim karoti iti vadat kim what is to be done if who is not capable of doing something who does not do anything and who does something that you say pathatu यथा लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति लेखनी वर्ड् देट् इस् पेन्सिल् विदौट् पेन्सिल् हरि इस् इन्केपेबल् आफ् रैटिङ्ग् उत्तमं लेखितुं कीदृशं पदं लेखितुं प्रत्यय उत्तमं तुमुन् प्रत्यय अस्ति शक्नोति कीदृशं पदं शक्नोति कर्मपदं कर्मपदमस्ति करोति क्रियापदमस्ति क्रियापदं शक्नोति क्रियापदम् आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा परस्मैपदी उत्तमं शक् इति धातुः अस्ति शक् अस्तु कर्तुं न शक्नोति नाट् केपबल् आफ् डूयिङ्ग् कार्यं रामः स्थातुं न शक्नोति कार्येन विना रामः कार्येन रामः न रामः शब्दौ इति उक्तं फार् कार्यं सो यु हेव् टु से कार्येण णत्वं भवति तत्र रेफः अपि च तत्र बाधा नास्ति तर्हि कार्येण विना रामः स्थातुं न शक्नोति विदौट् वर्क् रामः विदौट् वर्क् रामः इस् इन्केपेबल् आफ् सिटिङ्ग् स्थातुं स्था इस् द धातुः अस्तु इदानीं चेञ्ज् द दिस् वन् कार्यमेव न स्थातुं शक्नोति इति वदतु वदतु कार्यः रामेण विना स्थातुं न शक्नोति कार्यं तत्र नपुंसकलिङ्गे अस्ति एव अस्ति कार्यं अस्तु रामेण विना स्थातुं न शक्नोति तथा भवति न भगिनी तथा भवति न ये कार्यं कुर्वन्ति कार्यमपि तेन विना न स्थातुं शक्नुवन्ति अस्तु इसन्ट् इट् इट्स् ट्रू नो यु केन् सी देट् समटैम्स् द पीपल् हु वर्क् आल्सो डजन्ट् गो विदौट् पीपल् सम् पीपल् डजन्ट् गो अहेड् अस्तु अग्रे उपनेत्रं सः द्रष्टुं न शक्नोति उपनेत्रेण विना सः द्रष्टुं न शक्नोति विदौट् स्पेक्स् ही इस् अन्केपबल् आफ् सीन् उत्तमम् अपि च सः इति पदस्य तृतीया विभक्तिः का तेन सः तौ तेन उत्तमम् अग्रिमं करोतु पादरक्षा सा चलितुं न शक्नोति पादरक्षा इति स्त्रीलिङ्ग आम् सत्यम् सो पादरक्षया विना सा चलितुं न शक्नोति सा चलितुं न शक्नोति विदौट् स्लीपर् शी इस् इन्केपेबल् आफ् वाकिङ्ग् शी इस् अनेबल् टु वाक् इदानीं सा इति पदस्य तृतीया विभक्ति का सः तेन तया उत्तमम् अग्रिमं करोतु आसन्दः एषः उपवेष्टुं न शक्नोति आसन्देन विना एषः उपवेष्टुं न शक्नोति विदौट् चेर् he is unable to sit एषः इति शब्दस्य तृतीया विभक्तिः का एतेन उत्तमम् इफ् यु हव् टु सी नो प्राब्लम् बिकास् बै सीयिङ्ग् ओन्ली तथा एव अन्यथा तु क्लेशः एव अग्रे दन्ताः वृद्धः चर्वणं कर्तुं न शक्नोति दन्ताः इस् फीमेल् नैव तत्र रामः वत् अस्ति रामः रामेण इव दन्तेन सरि दन्तैः एव वचनं रामैः तर्हि रामैः दन्तैः दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. विदौट् टी ओल्ड् पीपल् आर् अनेबल् टु ओल्ड् पीपल् अस्ति किं तत्र वृद्धः लिङ्गं किं वचनं किम् ओहो ओल्ड् मेन् होगा न ओल्ड् मेन् वृद्धः ओल्ड् मेन् इस् अनेबल् टु च्यू वृद्धः इति शब्दस्य तृतीया विभक्तिः का वृद्धः शब्दस्य तृतीया विभक्तिः का वृद्धेन अपि च बहुवचने अस्ति चेत् वृद्धैः रामैः उत्तमं धन्यवादः भगिनि विजयथङ्की महोदय धन्यवादः विजयथङ्की महोदय अग्रिमं करोतु आं भगिनि न करोति आत्मविश्वासः सः कार्यं न करोति कार्यं कार्य आत्मविश्वासेन सः कार्यं न करोति पूर्णं वाक्यं वदतु महोदय आत्मविश्वासेन विना सः कार्यं न करोति अर्थं वदतु without self confidence he is not able to do work he is not able to that chaknoti would have been there. he does not do. Whenever he does he is confident teacher saha iti shabdasya tritiya vibhakti hi ka tena agrimam karotu karyanam धनिकः सञ्चारं न करोति कारयानेन विना धनिकः सञ्चारं न करोति अर्थं वदतु विदौट् कार् रिच् पीपल् डोण्ट् ट्रावेल् रिच् पीपल् किमर्थं धनिकः तत्र वचनं किम् रिच् मेन् ओके एकवचनं तत्र धनिकः इति शब्दस्य तृतीया विभक्तिः का धनिकेन अपि च बहुवचने धनिकैः उत्तम अग्रिमं करोतु कुर्चः चित्रकारः चित्रं न लिखति कुर्चेन वा कुर्चेण न नैव कुर्चेन एव यतोहि तत्र च बाधकः शब्दः अस्ति कुर्चेन विना चित्रकारः चित्रं न लिखति तत्र अर्थं वदतु विदौट् पेण्टिङ्ग् ब्रश् पेण्टर् केन् नाट् पेण्ट् द पिक्चर् केनाट् इस् आल्सो करेक्ट् बट् वय न लिखति डस् नाट् डु अपि च कूर्चः इति शब्दस्य बहुवचनं रूपं किं तृतीया विभक्तौ कूर्चैः उत्तमं चित्रकारः इति शब्दस्य तृतीया विभक्तिः का चित्रकारेण उत्तमं णत्वं भवति तत्र अस्तु अग्रिमं करोतु घटी सः कुत्रापि न गच्छति वन् मिनिट् घट्या विना सः कुत्रापि न गच्छति अर्थं घटी मीन्स् वाच् सत्यं विदौट् वाच् ही डोण्ट् गो एनिवेर् उत्तमम् अपि च तत्र घटी इति घट्यः भवति चेत् बहुवचने अस्ति चेत् किं वक्तव्यं घटिभिः विना सः न गच्छति सः इति शब्दस्य तृतीया विभक्तिः का तेन उत्तमम् अग्रिमं करोतु धनं धनेन विना जनाः जीवनं न कुर्वन्ति उत्तमं जनाः इति शब्दस्य तृतीया विभक्तिः का जनेन जनः इति शब्दस्य जनेन जनाः अस्ति तत्र तर्हि जनः इस् एकवचनं जनाः इस् बहुवचनं तर्हि तृतीया विभक्तिः का बहुवचनं जनैः जनैः उत्तमं महोदय धन्यवादः धन्यवादः विशालाक्षी भगिनी विशालाक्षी भगिनी अग्रिमं करोतु करोति अग्निः इन्द्रजालिकः दीपं ज्वालयति अत्र ऐन्द्रजालिकः ऐन्द्र ऐन्द्रजालिका वाट् इस् ऐन्द्रजालिका मेजिशियन् ऐन्द्रजालिकः इस् मेजिशियन् अग्निः ऐन्द्रजालिकः दीपं ज्वालयति नौ ऐ हैव टु टेल् द तृतीया विभक्ति आफ् अग्नि और अग्निः वन सेकेण्ड् तत्र अग्निः अहं वदामि तत्र पुंलिङ्गे अस्ति पुंलिङ्गे ओ पुंलिङ्गे अस्ति अग्निः तर्हि कुत्र द्रष्टव्यम् अग्निं करेक्ट् तत्र तृतीया विभक्तिः का भगिनी तृतीया विभक्ति आवश्यकं विना विना अग्नि विना इति शब्दस्य स्थापनं इकारान्त पुल्लिङ्गशब्दः अग्निना तत्र रेफः नास्ति हरिः इति शब्दे तु रेफः अस्ति तदर्थं णा भवति परन्तु अत्र अग्निना अग्निना अग्निना विना ऐन्द्रजालिकः दीपं ज्वालयति दट् इस् विदौट् फायर् द मेजिशियन् लैट्स् द लेम्प् उत्तमम् अग्रिमं करोतु शय्या अपि निर्धनः निद्रां करोति शय्या शय्यया उत्तमं शय्यया विना अपि निर्धनः निद्रां करोति without the poor man sleeps without a bed without a bed also api asti tatra api without a bed also bagini aindrajalikah iti shabdasya tritiya vibhaktih ka aindrajali it is pullinga am satyam ऐन्द्रजालिकया पुंलिङ्गे अस्ति तर्हि रामेण भवति किल तृतीया विभा रामेण सोरि ऐ रेड् द फोर्थ् चतुर्थी विभक्ति ऐन्द्रजालिकेण न र अस्ति तदर्थं न भवति परन्तु अत्र तु नास्ति ऐन्द्रजालिकेन अपि च निर्धनः इति शब्दस्य तृतीया विभक्तिः का निर्धनः निर्धनेन उत्तमम् अस्तु अग्रिमं वन् मिनिट् ऐन्द् ऐन्द्रजालिकः आल्सो हेज़् द्र एण्ड् निर्धन आल्सो हेज़् ध र Then why? Because there are some alphabets which stop the natvam from happening. And ja is one of them and dha is also one of them. Okay. So when then you use the natvam... Nirdhanaha will come nirdhanena or na? Na only. Because nirdhanena, because dha is a... an alphabet which stops the natvam from happening. Okay. Understood now. So, the and third, if they have refer, then we don't use na. We use na. Yeah, there are several others. Chutvam, cha, cha, cha, cha, ja, cha. All these don't allow the natvam to happen. Okay. Ahara. There is also, no, Bhagini, just for your information. You can even make out when you're pronouncing, I mean, not all the time, but if you look at the pronunciation, Nirdhanena is easier to pronounce. If you say Nirdhanena, it becomes difficult to pronounce. You observe that the pronunciation is easy with Sambandha grammar. So that Uchcharanam, when it becomes little difficult, you should see whether you're doing it correctly. You'll come to know. Okay. अस्तु आहारः अग्रे मुनिः आहारः मुनिः जीवति आहारेण विना मुनिः जीवति ओवर हियर नत्वम् अणत्वम् विल् हेपन् आहारेण बिकास् देर् इस् नथिङ्ग् टु स्टाप् बिट्वीन् द रेप् एण्ड् द न देर् इस् नथिङ्ग् आहारेण अर्थं वदतु वाक्यस्य मुनि केन् स्टे विदौट् फुड् आल्सो इदानीं मुनिः इति शब्दस्य तृतीया विभक्तिः वदतु मुनिः मुनि मुनीना हा मुनीना णा नास्ति मुनीना मुनीना मुनीना बहुवचने अस्ति चेत् बहुवचने मुनिभिः मुनिभिः उत्तमम् अग्रिमं करोतु लोकयानं नगरजीवनं न भवति लोकयानं नपुंसकलिङ्गं न उत्तमम् उत्तमम् लोकयानम् भवती भगिनी त्वं तृतीया विभक्ति आन्वर्ड् द नपुंसकलिङ्गं फार्म् विल् टेक् द पुंलिङ्ग फार्म् only from tritiya vibhakti hi onward tritiya vibhakti hi hello eva tritiya vibhakti tah tritiya vibhakti tah tatra umlinga rupani eva bhavati bhavanti pullinga idanim vadat अकारान्त पुंलिङ्ग एव पश्यतु परन्तु तृतीया विभक्तिः अस्ति तदर्थं न तु प्रथमा विभक्तिः अपि च द्वितीया विभक्ति अभ्यासः जातः किल रामेण लोकयानेन लोकयानेन विना नगरजीवनं न भवति ओके सो इदानीम् अर्थं वदतु विदौट् लोकल् वेहिकल्स् नाट् लोकल् नाट् लोकल् पब्लिक् लोकयानं लोक वदे पब्लिक् पब्लिक् पब्लिक् या पब्लिक् ट्रान्स्पोर्ट् विदौट् पब्लिक् ट्रान्स्पोर्ट् we cannot this here the nagara jeevanam means the city life. City life cannot इदानीं नगरजीवनम् अपि नपुंसकलिङ्गशब्दः एव. तर्हि तत्र तृतीया विभक्तिः का? नगरजीवने सेम् थिङ्ग् लैक् लोकयानेन. वदतु वदतु, सेम् थिङ्ग् अस्ति. नगरजीवनेन विना नैव, मास्तु मास्तु मास्तु मास्तु मास्तु, तथा न भवति. अग्रिमं न भवति नैव, परन्तु द सेण्टेन्स् वोण्ट् मेक् एनी सेन्स्. अन्यसहायम् एव सः महत् कार्यं साधितवान्. अन्यसहायेन विना एव सः महत् कार्यं. तृतीयाविभक्तौ तर्हि तृतीयाविभक्तिः का? तेन नो तेन अन्यसहायेन सहायन् सहायेन करेक्ट् विना विना एव सः महत् कार्यं साधितवान्. अर्थं वदतु. इवन् विदौट् अदर्स् हेल्प् he did this important work. Uttamam, great work. Sadhitavan, sadhitavan ki drisham padam. Sadhitavan is kriya pada. Naiva aham vadat uktavati idanim sadhitavan tavatu pratyaya tavatu pratyaya pratyaya acha. It denotes an action. It denotes an action, but as I said, samskrute tu kriyapadani lakarena saha bhavati. Okay. Astu. Saha iti shabdasya tritiya vibhakti ka? Saha. No, I think. अस्तु. सः विजयकुमार, विजयकुमार धन्यवादः भगिनि, अनेके धन्यवादः. विजयकुमार, विजयकुमार महोदय झटिति वदतु, सः इति शब्दस्य तृतीया विभक्तिः का? तेन. तेन, उत्तमम्. अग्रिमं प्रश्नं पठतु, तदनन्तरं वयं अग्रे. यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति. उदाहरणं, मम आगमनेन सः सन्तुष्टः. अभ्यासः. आगमनेन आगमनेन सः सन्तुष्टः. इदानीम् अर्थं वदतु, अर्थं वदतु, प्रश्नस्य अर्थं वदतु. बिलो सेण्टेन्सस् आर् कारणवाचक एण्ड् हेतुवाचक. कारणवाचक कौसल् कौसल् हेतुवाचक आल्सो मीन्स् कौसल्. सो कारणवाचकः हेतुवाचकः सिनोनिम् एण्ड् तृतीया विभक्ति यूस्ड्. सो वेर् दे आर् इट् इस् द कौस् तृतीया विभक्ति कारणवाचकशब्दः. तर्हि मम आगमनेन सः सन्तुष्टः इति वाक्यस्य अर्थः कः? मम आगमनेन सन्तुष्ट. बै मै कमिङ्ग् ओर् विच् मै कमिङ्ग्? ही इस् हैप्पी, ही इस् हैप्पी. बै कमिङ्ग्, ही इस् हैप्पी. बै हूस् कमिङ्ग्? मै. बै हूस् कमिङ्ग्? हूस् कमिङ्ग्? मै मै मै. बै मै कमिङ्ग्, बै मै कमिङ्ग्, ही इस् हैप्पी. हैप्पी, ही इस् हैप्पी. मम इति शब्दस्य तृतीया विभक्तिः का? मम. मया. हा, उत्तमं. सः इति शब्दस्य तु जानाति एव. सन्तुष्टः इति शब्दस्य तृतीया विभक्तिः का? सन्तुष्टः. सन्तुष्टेन पुंलिङ्ग् शब्दः. उत्तमं, उत्तमम्, उत्तमम्. अत्र किं तत् स्थापयामः. विल् लीव् इट् हियर्. ओके, भवान् एव वदतु वदतु तत्र शान्तिमन्त्रम् अहम् अत्र स्थापयामि. आं भगिनि, सारि, न ऐ हेव्. अस्तु, वदतु. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, वा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. अनेके धन्यवादः. अनेकधन्यवादः. अनेकधन्यवादः. पुनर्मिलामः. पुनर्मिलामः. पुनर्मिलामः.